प्रयोजनानि चलन्ति तत्र प्रथमं प्रयोजनं तावत् प्रदत्तं तथापि मन्त्रेण मन्त्रेषु अर्थप्रत्ययो न विद्यते इति अस्तु गते अस्ति किञ्चित् विचारणीयं कस्यचित् अस्तु ततः सम्पर्कः न जातः कस्यचित् रूपं किं भवति अत्र प्रसङ्गः चलति वेदमन्त्राणां चेत् कस्यचित् रूपं किं भवति मन्त्रस्य रूपं किं स्यात् यदर्थं मन्त्रः यदर्थं मन्त्रः वर्तते तस्य तत्ता एव तु किन्नाम तस्य रूपं स्यात् न च तेषां सा तत्ता वर्तते तत्त्वं वर्तते यतोहि तैः उत्वा तद्गत शब्दैः नहि कश्चिदपि अर्थः द्योत्यते अतः च तत्र तेषां रूपम् अस्ति एव न ब्राह्मणैः तत्र रूपं प्रदीयते ब्राह्मणवचनैः मन्त्रेभ्यः रूपं प्रदीयते अस्य मन्त्रस्य एतत् तात्पर्यम् इति प्रथयति उरु प्रथस्व इति मन्त्रमुच्चार्य प्रथयति अपि वा मन्त्रस्य कश्चिदर्थो वर्तते उरु प्रथस्य इति यदि अर्थः स्यात् इति प्रथयति इति किमर्थमुच्यते इति मन्त्रमुक्त्वा प्रथयति इति वा प्रथयेदिति वा लिङ्गर्थे लडपि भवति चेत् अनेन तस्य रूपसम्पन्नता विधीयते मन्त्रस्य यदि एते न उच्येत चेत् तस्य का सत्ता वर्तते मन्त्रस्य स्वकीयसत्ता अस्ति चेत् ब्राह्मणस्य आवश्यकता नास्ति यथा लोके किं भवति देवदत्त गच्छ अस्य वाक्यस्य अर्थः वर्तते अतः न अनुच्यते देवदत्त गच्छ इति गमयति उत्वा इति देवदत्तं गमयति इति न उच्यते शक्नोति तु सर्वम् देवदत्ता गच्छ इति उक्त्वा देवदत्तं च ग्रामं गमितवान् कथम भवति कुत्र भवति व्यवहारे व्यवहारे दृष्टः वा व्यावहारिक सत्व तो न वर्तते ना तो शक्यम तो सर्वम भी भवति वाग बिस्तु शक्यम इति बलात् शब्द ही रेव यथा व्याकरण क्रियते अनेक शब्द तथा क्रियते ग्राम गच्छति उक्तम केनचित् चेत यह तत्र श्रोता वर्तते तेन अर्थः गतः अर्थः गतः चेत तदनुकूलं क्रियां करोति असौ चेत तथैव अत्रापि स्यात् अत्र उरुप्रथस्व इति मन्त्रः उच्चार्यते अनेन च मन्त्रेण सह अर्थः बोध्यते बोध्यते चेत् तदनुकूलं क्रियां स करिष्यत्येव यः कश्चिदपि वर्तते तत्र पृथक्तः कथनस्य आवश्यकता नास्ति एतादृशः प्रसङ्गः अत्र तु नास्ति अत्र तु साक्षात् वाक्यं वर्तते ग्रामं गच्छ इत्येव वाक्यं वर्तते अलम् ग्रामं गच्छ इत्येवम् उक्त्वा कश्चित् ग्रामं गमितः अपरेण पृष्टे सति स वदति अत्र तु अपरः पृष्टः एव न वर्तते कश्चित् नास्ति परन्तु अत्र मन्त्रेण यदुच्यते तद् ब्राह्मणेन अधुना तस्य कस्मैचित् ब्राह्मणेन उच्यते अधुना किमर्थम् यतो हि स एव कर्ता वर्तते न स एव कर्ता नास्ति ब्राह्मणेन मन्त्रः उक्तः देवेन मन्त्रः उक्तः उरुप्रथस्व इत्यादिकम् अन्यच्च अधुना ब्राह्मणः अन्यं जनं बोधयति यत् उरुप्रथस्व इति उक्त्वा प्रथयति अन्यं न बोधयति तमेव बोधयति इति प्रथयेत् लटः प्रयोगः लिङ्गर्थे भवति चेत् यः कर्ता अस्ति स तु एवं भवति एव न प्रथयति इति प्रथये इति वदिष्यति इति प्रथये इति प्रथयेत् नै एवस्ति न ग्रामं गच्छ इति ग्रामं गमयेत् इति उच्येत मन्ये ग्रामं गच्छ एकः शब्दसमुदायो वर्तते एतं शब्दसमुदायम् उच्चार्य तत्र अस्य वाक्यस्य विनियोगः क्रियते यदि कश्चित् ग्रामं गमयितव्यः वर्तते चेत् कथं स गमयितव्यः चेदुच्यत ग्रामं गच्छ इति वाक्येन ग्रामं गमयेत् चेत् ग्रामं गच्छ इत्यस्य तु कश्चिदर्थो नास्ति तथैव अत्रापि यदि प्रथनकर्म वर्तते चेत् कथं तत्र कर्तव्यम् उरुप्रथस्व इति मन्त्रेण तत्र प्रथनकर्म कर्तव्यम् अस्य तु कश्चिदर्थो न वर्तते अस्य मन्त्रस्य रूपसम्पन्नता अर्थात् अस्तित्वावधारणा अस्तित्वप्रयोजनम् यदि अस्य अर्थः स्यात् चेत् अर्थेनैव अस्य रूपसम्पन्नता स्यात् अस्तित्वावधारणं स्यात् अत्र तु तेन ब्राह्मणवचनेन अस्य रूपसम्पन्नता अथवा अस्तित्वावधारणं कार्यते स्वकीया काचित् अर्थसत्ता न वर्तते औषधे प्रायस्व एनम् इति अत्र औषधस्य समाधानं वर्तते अथवा अनुपपन्नार्थतां दर्शयति चेत् औषधे प्रायस्व एनम् चेत् औषधि कथं तस्य प्राणं करिष्यति यतो हि स्वयं स्वस्यैव प्राणं न कर्तुं पारयति इति अस्य निर्गटिकायां लिखति चेत् औषधि स्वयमेव स्वकीयं प्राणं कर्तुं न पारयति चेत् कथम् एनम् अस्य प्राणं करिष्यति एतस्य समाधानं दीयते औषधि अधिदेवता अधिदेवता इति किमस्ति औषधि अत्र लताविषये नास्ति अपि तु देवताविषये अस्ति औषधि इति देवता अस्ति सा प्रार्थ्यते चेदेवमस्ति केचन अपि पदार्थाः अस्माभिः प्राप्यन्ते प्रकृतितः एव प्राप्यन्ते प्रकृति खलु जडात्मिका वर्तते अग्रे एषः प्रसङ्गः आगमिष्यति पितरप्रसङ्गे एकः पितरशब्दः अत्र आगमिष्यति अग्रे तस्य प्रसङ्गे एषः प्रसङ्गे आगमिष्यति मन्त्रेषु चापि पुनः पुनः आगच्छति तत्र तेषु पदार्थेषु सा शक्तिः कुत आयाता तद्बलं कुत आयातम् चेत् यत आयातम् सा एव तस्य अधिदेवता भवति सा एव च प्रार्थ्यते अन्ततस्य ईश्वर एव प्रार्थ्यते ईश्वरादेव सर्वत्रापि सा शक्तिरायाति इति तत्र मन्ये क्षुरेण नै एवमस्ति क्षुरेण तत्र किमुच्यते आघातः न भवेत् शिरसि तथा केवलं भावनात्मकः पक्षः अन्य कौशल्यं तु वर्तते परं किमस्ति एकः भावनात्मकः पक्षो वर्तते यत्र सर्वथापि सर्वदापि च स्वस्माद् उपरि अपि काञ्चित् सत्तां स स्वीकरोति स्वस्य च अपूर्णतां स्वीकरोति आम् अपूर्ण एव इति मत्तोऽप्यग्रे कश्चित् वर्तते स एव रक्षेदिति च तथा व्यावहारिकी एषा दृष्टिर्वर्तते सर्वतः अपि हा फलमस्ति न तत्र सुरक्षा भवति फलं भवति यदि प्रार्थना न क्रियते तदा च हिंसा भवेत् तर्जनं भवेत् प्रार्थना क्रियते चेत् न भवेत् तदा तु ज्ञायते यत् प्रार्थना एतत् फलम् आगतम् अन्वयव्यतिरेकेण परन्तु प्रार्थनां न कृत्वापि सम्यक्तया कर्तयन्ति कृत्वापि कर्तयन्ति चेत् तत्र प्रार्थना एव एतत् फलमस्ति इति कथं प्रार्थना तु सर्वत्र भवत्येव प्रायेण केनचित् रूपेण अन्यच्च किं भवति यथा सैनिकाः सन्ति तैः युद्धं कर्तव्यमस्ति यदि च तत्र एवमुच्यते यत् ईश्वरस्य बलमपि अत्र वर्तते अस्माभिः स ईश्वरस्य बलमपि अथवा राज्ञः बलमपि वर्तते चेत् तत्र साहसमागच्छति बलमागच्छति एषः भावनात्मकः पक्षः तत्र नापि राजा तिष्ठति न चापि ईश्वरः साक्षात् अर्थात् सर्वव्यापकत्वेन तिष्ठति इति तु वर्तते एव चेत् तत्र साहसमागच्छति यदत्र राजापि अस्माभिः सह वर्तते अथवा ईश्वरोऽपि अस्माभिः सह वर्तते चेत् द्विगुणेन बलेन तत्र युद्धं कुर्वन्ति एषः भावनात्मकः पक्षः तथैव अत्रापि ईश्वरस्य सुरक्षा अस्माभिः सह वर्तते सः नापितः चिन्तयेत् अथवा अन्यः कश्चित् चिन्तयेत् चेत् निश्चितमत्र नूनमत्र किमपि किन्नाम अमङ्गलं न भविष्यति इति तस्य बलं तेन अनुभूयते बलम् एतद् भवति अभि वा उभयथा व्यवहारः प्रत्यक्षीकृतः तदेव उच्यते अस्माभिस्तु शब्दैरेव विचार्यते सर्वथापि परं तत्र एषापि सत्ता वर्तते क्रिया मुख्या वर्तते परम प्रार्थना पुरस्सरम यदि क्रिया क्रियते चेत तत्र सौष्ठवम आगच्छति। ज्ञानम भविष्यति न यदा क्रियां करिष्यामः तदा ज्ञानं भविष्यति यदा ईश्वरोपि मया सह वर्तते इति ईश्वरस्य बलमपि मया सह वर्तते इति चेत् द्विगुणं तत्र उत्साहादिकम् आगच्छति। मधुपर्कस्तु पीतः स्यात्, वराय दीयते, वराय दीयते। गृहसूत्रे कस्मिंश्चित् स्यात् मधुपर्क प्रतिगृह्यताम् इति वर उच्यते, इति वर उच्यते पुरोहितेन स च गृह्णाति, गृहीत्वा च पिबति। तत्र जानात्येव असौ वरः यद् मधुपर्कः तिष्ठति पुनरपि जानात्येव असौ, अनेकेषु अवसरेषु दृष्टः आसीत् जानात्येव यद् मधुपर्कः तिष्ठति पुनरपि पुरोहितेन उच्यते मधुपर्क इति किमर्थम् उच्यते, ते जानन्तमेव तु प्रेषयति। यदि अत्र अर्थः वर्तते चेत् तत्रापि अर्थो भविष्यति, अत्र तु अर्थः स्वीक्रियते, अत्र निषेधः नास्ति न तस्य, चेत् तत्र कथं निषेधः क्रियते। अनुवादः भवति यथा सूर्यः पूर्वस्यां दिशि उदेति इति अपूर्वकथनं वर्तते वा, अनुवादः वर्तते। कश्चित् बालः वर्तते तत् स बोध्यते तत्र, अथवा क्वचित् क्रियाविशेषे अनुवादेनापि कार्यं निर्वाह्यते। शारीरं बलं भवति, आत्मिकं बलं भवति, मानसिकं चापि बलं भवति, उभयमभवति। केवलं शारीरबलेनैव सर्वापि क्रिया न क्रियन्ते, तत्र मानसिकम् अथवा आत्मिकमपि बलम् अपेक्षते एव सर्वथा। तच्च बलं स्वकर्मभिरपि अवाप्यते, अन्यच्च अस्माकं ये ज्येष्ठाः श्रद्धेयाः वा सन्ति तेषां सान्निध्येनापि अवाप्यते, सान्निध्यमात्रेणैव केवलं, न तैः किमपि क्रियेत। पारो वर्य वित्सुतु खलु वेदित्रेषु भूयो विद्या प्रहस्यो भवति, किमस्ति तेन उक्तं यत् वेदे अनर्थकाः शब्दाः सन्ति, तेषां शब्दानाम् अर्थ एव न जायन्ते, स्वरूपमेव न जायते। यदि यास्केन उक्तम् एषः शब्दानां दोषः नास्ति, एषः दोषस्तु त्वदीयः वर्तते, त्वया परिश्रमः न क्रियते तेषां साधने तेषां जाने वा। यथा मार्गे क्वचित् स्तम्भः तिष्ठति, स्थाणुस्तिष्ठति, तत्र च अन्धः कश्चित् गत्वा घट्टनां करोति, ये तत्र स्थाणोः दोषः उच्यते वा, अन्धस्यैव तु दोषः उच्यते तेन न दृश्यते इति। जनपदेषु भवाः या गोष्ठ्यादिका सन्ति तासु विद्यया एव कश्चित् पुरुषविशेषः उच्यते, अरे अयं पुरुषः वर्तते, अरे अयं विद्वान् वर्तते, अयं बलवान् वर्तते, यद्विषयापि सा गोष्ठी वर्तते। यदि जानपदेषु एषा स्थितिर्वर्तते चेत् ये पारोवर्यविदः सन्ति तेषु तु का कथा, तत्र तु ये भूयोविद्याः सन्ति त एव प्रशस्या भवन्ति, न तु सामान्यविद्या। चेत् वेदे गत्वा भवता एतदुच्यते सर्वथा साधु न उच्यते, सुष्ठु न उच्यते इति। अस्तु, तथा अस्ति, किञ्चित् विचारणीयम्। नास्ति, उच्यताम्। प्रथमस्य उत्तर प्रदत्तः यथो एतन्नियता वाचो युक्तयो नियतानुपूर्व्या भवन्ति इति, उदाहरण में तो दुष्यतम यथेन्द्रादि पिता पिता पुत्र इति समाधान यो दृश्यते अन्वयस्य निषेधं कुर्वन्ति अन्वयस्य नहीं अन्वयस्य निषेधं न कुर्वन्ति केचन शब्दाः यथा व्याकरणे उक्तं ते प्राग् धातोः अत्र पौर्वापर्यं नियतम् अस्ति केषाञ्चित् शब्दानां एषा शब्दः पूर्वमेव प्रयोक्तव्यः एषा शब्दस्य पश्चादेव प्रयोक्तव्यः तथैव तत्र नियमः कृतः किन्नाम समासे पूर्वनिपात प्रकरणं वर्तते न चार्थे द्वन्द्वः उपसर्जनं पूर्वम् उपसर्जनं पूर्वम् इत्यादि प्रकरणं वर्तते तत्रापि नियत्ता उच्यते एषा शब्दः पूर्वमेव प्रयोक्तव्यः एषा शब्दस्य परैव प्रयोक्तव्यः तत्र प्रयोग नियतता वर्तते तत्र च तेषाम् अर्थवत्ता वर्तते प्रयोगेषु स्थान नियत्तायां सत्यमपि तेषां शब्दानां अर्थवत्ता वर्तते चेत् यदि स एव व्यवहारः वेदे लभ्यते तेन वैदिक शब्दानां अर्थवत्ता कथं न भविष्यति अन्वयस्य निषेधः न क्रियते केवलं येषां शब्दानां अनुपूर्वी नियता वर्तते अन्यच्च वेदे तु एवं वक्तुं शक्यते तत्र अन्वयेन अर्थः न कर्तव्यः यथापि शब्दाः पठिताः सन्ति तथैव तेषाम् अर्थाः कर्तव्याः इति तत्रैव प्रयुक्ताः सन्ता ते शब्दाः विशेषार्थवन्तः भवन्ति ततः भ्रष्टाः यदि भवन्ति स्थानात् च्युताः यदि भवन्ति चेत् तं विशेषम् अर्थं द्योतयितुं ते असमर्थाः भवन्ति सामान्य अर्थस्तु द्योत्येत परं विशिष्टार्थः तत्र न उच्येत तेन शब्देन कथापि जानन्तं सम्प्रेष्यति अस्य उत्तरम् उक्तवान् यथो एतत् जानन्तं सम्प्रेष्यति इति जानन्तम् अभिवादयति इति उदाहरणं मधुपत्रः इति किमर्थम् इति क्रियते इत्येव तु प्रश्नः वर्तते समाधानं किं दीयते तत्र चेदत्र अस्ति तेन हेतुर्व्यपदिष्टः यत् अनेन कारणेन मन्त्रगत पदानाम् अनर्थक्यं वर्तते यदि अनर्थक्यं वर्तते चेत् लोकेऽपि यदि एतद् दृश्यते एषा व्यवहारः दृश्यते चेत् तत्रापि अनर्थक्यं स्यात् परं तत्र तु अनर्थक्यं नास्ति जानन्तं सम्प्रेषयति इति तु व्यवहारः लोकेऽपि दृश्यते तत्र च अर्थवत्ता वर्तते शब्दानां यदि तत्र अर्थवत्ता वर्तते चेत् तत्रापि भविष्यति एतेन हेतुना अनर्थक्यं कथं भवति लोके तु स्वीक्रियते न अनेन लोके तु स्वीक्रियते किमिति आज्यप्तः क्व प्रयुक्तः अस्य भाष्ये चन्द्रमणि भाष्ये उक्तं वर्तते मन्त्रोऽपि अनर्थकता में पाचवाय तु जयन्ति जान्य हारे यशि कर्ता को वेद आज्ञप्त करता है आज्ञप्त करता है आज्ञा देता है या जनाता है ऐसा कुछ बोध हो जाएगा श्रेष्ठ समाधान देते यथो एतद् अदिति ही सर्वमिति लौकिकेषु अपि एतद् यथा सर्वरस अनुप्राप्ता पानीयमिति अत्र एवमेव उच्यते किं यथा माता कुत्रचित् श्वसादिकं भवति वा मोसि इत्यादिकं किमपि भवति तादृकमेव उच्यते किं वा अदितिः सर्वम् प्रायेण किं भवति महाभाष्येऽपि आगतम् आसीत् यत् सर्वेषामपि शब्दानां यः प्रयोगः अस्माभिः क्रियते उत्वा सत्ता वर्तते शब्दानां चेत् गुणसमुदायेन वर्तते इति उक्तम् आसीत् स्त्री शब्दस्य तत्र विचारे चेत् क्वनु कह गुणः प्राधान्येन विवक्षितः यथा अदिति ही उच्यते चेतत्र दितिरिति दो अवखंडने तस्मात् ति प्रत्यय सति दि दो द्यति सति वास्था मित्ति किति ही अर्थात खंडन गुण रहिता या शक्ति ही सा अदिति शब्देन उच्यते यत्र खंडनत्वम नास्ति विभागत्वम नास्ति सह पदार्थः अदिति शब्देन उच्यते चेत एषा सत्ता च सर्वत्रापि वर्तते एव शब्द सामान्यं दृष्ट्वा शंका क्रियते यदि गुण विशेषः तत्र दृश्येत चेत् शंका अपवृता भवति तथा तथैव पानीय विषये तु दर्शनेष्वपि उच्यते एव यत्रापि रसत्वं वर्तते तत्र पानीय गुणो वर्तते इति नहीं व्यापकता द्योत्यते एकम गुणम आश्रित्य तस्य व्यापकता उच्यते अत्र चेत यदि यदि एतद् वाक्यं लोके प्रयुज्यते अस्य अनर्थकता च न भवति चेत् तत्रापि अनर्थकता न भवति एतेन हेतुना लौकिकी सत्ता वर्तते अर्थ अन्य च अर्थयुक्ता सत्ता वर्तते सर्वरसा अनुप्राप्ताः पानीयम् ये केऽपि रसाः अत्र दृश्यन्ते ते सर्वेऽपि पानीयम् अनु सन्ति इति तत्र किमस्ति एकत्र तु उक्तम् अदितिः सर्वम् एक अपरत्र अदितिः द्यौः अदितिः अन्तरिक्षम् चेत् अनयोर्वाक्ययोरेव विरोधः वर्तते यत् यदा अदितिः सर्वम् इति उक्तमेव चेत् पूर्वं तु सर्वम् अदितिः कथं भविष्यति आक्षेपः यदा भवति अथवा संशयः भवति शंका वा भवति पूर्वपक्षो वा भवति चेत् सामान्यं दृष्ट्वा भवति विशेषं दृष्ट्वा च तत्र समाधानं क्रियते चेत् अदितिः सर्वं कथं भवितुमर्हति यतोहि सर्वेषामपि पदार्थानां देवानां वा पृथक् पृथक् सत्ता वर्तते यदि हि सर्वम् अदितिरेव स्यात् चेत् अदिति शब्देनैव उच्चैर्न पृथक् पृथक् शब्दानां का सत्ता तत्र वर्तेत अन्यच्च अदितिः द्यौः अदितिः अन्तरिक्षम् द्यु लोकस्य पृथक् सत्ता वर्तते अन्तरिक्षस्य पृथक् सत्ता वर्तते तत्र ते अदिति शब्देन कथं वाच्या भविष्यन्ति द्युलोकः पृथक् वर्तते अन्तरिक्षं च पृथक् वर्तते चेत् तत्र कथम् अदिति शब्दस्य प्रयोगः भवितुमर्हति सामान्यं दृष्ट्वा पूर्वपक्षः भवति अनर्थका ही मन्त्राः कौत्सस्य अग्नये समिद्यमानायाम् अनुब्रूहीत ब्राह्मणवचनमस्ति मन्त्रार्थः कुतः अनर्थकः चेत् एवमस्ति ब्राह्मणानामपि वेदत्वं स्वीक्रियते ब्राह्मणानामपि वेदत्वं स्वीक्रियते एतैः अत एव व्याकरणेषु स्वीक्रियते वेदमन्त्राणाम् अर्थ वेदमन्त्रानर्थक इति तस्य प्रतिज्ञा वर्तते वेदमन्त्राः अनर्थकाः सन्ति इति उक्तमस्ति तेन चेत् तत्र का बाधा वर्तते लिखितमस्ति यत् कोत्सः ब्राह्मणग्रन्थात् स्वीक्रियते तेन ब्राह्मणग्रन्थात् स्वीक्रियते अलं वेदमन्त्रः अनर्थकः इति उच्यते अन्यत् ब्राह्मणवाक्यम् अनर्थकं दर्शयति इति च ब्राह्मणम् इति उक्त्वा तेन समाधानं यद् दत्तमस्ति चेत् तत्स्वीकृतं चेत् तेन ब्राह्मण वचना नाम अर्थवत्ता स्वीक्रियते, ब्राह्मण वचना नाम अर्थवत्ता स्वीक्रियते। हाँ, साक्षात वेद मंत्र नाम विषय एतत् उच्यते अनेन, यथा समाधानत्वेन उक्तम् एतत् ब्राह्मणेन रूप संपन्ना विधीयन्ते चेत् ब्राह्मण वाक्यस्य तु अर्थवत्ता स्वीकृता तेन। साक्षात वेद मंत्राणां विषय तेन आक्षेप कृतः। मंत्रगत पदानां अर्थः विस्पष्टः नास्ति, किं तेन उच्यते इति न जायते। ये शब्दाः तत्र उक्ताः सन्ति तेषाम् अपि वा कश्चित् अर्थः वर्तते न जाने, स्वरूपमेव स्पष्टं वर्तते अतः अर्थः कुतः आयाति। अम्यक यादृश्मिन् जार्यायी काणुका इति तेन न दृष्टः स्यात्। यथा तत्र उक्तम् आसीत् महाभाष्ये, नाम तु न गृहीतं तेन, सन्ति अप्रयुक्ताः, सन्ति अप्रयुक्ताः इति पक्षः तत्र उत्थापितः एकः, तथैव अत्रापि वर्तते, अत्र अस्पष्टतया तदुच्यते चेत् कौत्सेन यः पूर्वपक्षः उपस्थापितः तस्य समाधानं दत्त्वा निरुक्त अध्ययनस्य प्रथमं यत् प्रयोजनं तत् स्थापितं यास्केन, अधुना अन्यानि प्रयोजनानि उच्यन्ते। अथापि इदमन्त्रेण पदविभागो न विद्यते, पदविभागे हि वैमत्यं दृश्यते पदकारेषु, पदकारेषु अपि दृश्यते, अन्य च ये छन्दो व्याख्यातारः सन्ति अथवा छन्दः प्रवक्तारः सन्ति तेष्वपि मतभेदः दृश्यते। अत्र यास्कोऽपि अग्रे गत्वा तत्र पदपाठे वैमत्यं प्रदर्शयिष्यति, पदभेदेन पादभेदो भवति, पादभेदेन च छन्दोभेदो भवति। संहितया मन्त्राः प्राप्ताः इति परम्परा वर्तते, मन्त्राणां या प्राप्तिरभूत् चेत् सा संहितया साङ्गीतिकरूपेण अभूत्। साङ्गीतिकरूपेण अवस्थितानां मन्त्राणाम् अर्थज्ञानाय पदविभागः कर्तव्यः भवति, तदर्थं तत्र निरुक्तस्य आवश्यकता भवति अर्थज्ञाने, पदविभागः सम्यक्तया यथा भवेदिति। यथा उदाहरणं दीयते अनेन, अथापि इदमन्त्रेण पदविभागो न विद्यते मन्त्रेषु साङ्गीतिकतया पठितेषु तत्र पदविभागो न भविष्यति। यथा अवसाय पद्वते रुद्र मृड, हे रुद्र अवसाय, पाथेय, पाथेयम् यद्वर्तते, पथि यत् साधु अधनाय यद्वर्तते तस्मै, पदवते कीदृशं पाथेयं वर्तते, पदवते पदवत् वर्तते, पादवान् वर्तते पैरों वाला चेत् तस्मै रुद्र मृड देहि इति। पदवत् अवसं गावः, पदवत् पैरों वाला, पादवत् अवसं पाथेयं भोजनं, किमस्ति तत् गावः, गावः सन्ति, गावः पदवत् अवसं वर्तन्ते, पादाः तासां सन्त्येव, अन्य च ताभ्य एव अस्माभिः सर्वमपि भोजनं लभ्यते, दुग्धादिकम दुग्धम तक्रम दधि नवनीतम घृतम इत्यादिकम सर्वोपि तथा लभ्यते। पथ्यदनम पथि मार्गे यत अदनम भोजनम वर्तते तत् पथ्यदनम अत्र हि अवसायति। अवतेर गत्यर्थस्य असो नामकरणः अवधातुर वर्तते तस्मात् अस नामकरण इति कृत प्रत्ययः यतो हि तेन नाम क्रियते कृतद्वि समासस्य तेन नाम क्रियते चेत् कृत प्रत्यय नामकरण शब्देन उच्यते चेत् अवधातो अस प्रत्यय सति अवस शब्दः संपन्नः तस्य चतुर्थी एकवचने अवसाय पदः पदं भवति यतो हि एकमेव एतत् पदं वर्तते अवधातो अस प्रत्यय सति चतुर्थी एकवचने अतः तस्मात् नावगृह्णन्ति। अवग्रह से प्रयोग तत्र पदपाठे भवति अवग्रहो भवति अवग्रहीयते विच्छिद्य पठ्यते पदम अनेन इति अवग्रह सा विधा पदपाठस्य वर्तते यत्र हि यया विधया पदम पृथक्कृत्य पठ्यते तदवद्योतयितुं च तत्र चिन्ह विशेष दीयते एस आकारेण तत्र चिन्हं दीयते यतो हि एतत् चेत् तत्र किमस्ति पदपाठे यत् यादृशं चापि पदं भवति यादृशमिति सुप्तिगन्तं पदम् इति वा भवेत् स्वादिषु पदम् इति वा भवेत् यथा कथञ्चिदपि पदं भवेत् पदत्वं भविष्यति तत् सर्वमपि विच्छिद्य पठ्यते परम् अत्र हि अवसायशब्दः एकमेव पदं वर्तते तस्मात् नावगृह्णन्ति अवग्रहस्य न क्रियते पदकारैः। अन्यः प्रयोगः प्रदर्श्यते एतादृश एव अवसाय अश्वान् इति अश्वान् घोटकान् तान् अवसाय मुक्तान् विधाय खोलकर मुक्त करके अत्र स्यतिर् उपसृष्टः शोन्तकर्मणि अस्य धातोः प्रयोगः तत्र च वि उपसर्गो अव उपसर्गो वर्तते अव शो शो इत्यस्य सा इति रूपं भविष्यत्येव चेत् स्यतिर् उपसृष्टो विमोचने विमोचनार्थे प्रयुक्तः अव इति पृथक्तः पदं भवति अन्य च शो धातोः तत्र सा साय इति प्रयुक्तम् तत्र चेत् तत्र पदद्वयं जातम् अतः तस्मात् अवगृह्णन्ति अत्र अवग्रहो भवति। अन्यच्च दीयते दूतो निर्रित्या इदमाजगाम निर्रित्या इति पञ्चम्यन्तम् अपि सम्भाव्यते षष्ठ्यन्तम् अपि यदि पञ्चम्यन्तम् च निर्रित्या निर्रिति के पास से मृत्यु के पास से कष्ट के पास से इदम् आजगाम यहाँ आया इदम् आजगाम दूतः आजगाम इति पंचम्यर्थ प्रेक्षा वा षष्ठ्यर्थ प्रेक्षा वा निर्रिति पदे निर्रित्या पदे पंचम्यर्थ प्रेक्षा अपि भवति षष्ठ्यर्थ प्रेक्षा अपि भवति एतादृशमेव पदम् अन्यत्र अपि दृश्यते अव इति एकं पदं साय इति अपरं पदम् अतः अवग्रहो भविष्यति कुत्र न दीयते अत्र तु पदपाठो न वर्तते न पदपाठे दीयते अत्र तु व्याख्यानं केवलं दीयते संगीतापाठे अवग्रहचिह्नं न भवति पदपाठे भवति अवग्रहचिह्नं तु संगीतापाठे यद् लभ्यते क्वचित् तत् विवृत्तिचिह्नम् इति उच्यते तस्य च स्थितिर्वर्तते यदा द्वयोः अचोः क्वचित् प्रसङ्गविशेषे समवस्थितिर्भवति यथा तत्र वर्तते न शन्नो देवीरभीष्टय इति एकः च भवति आपो इति द्वितीया च आकारः आगतः चेत् एतयोर्मध्ये विवृत्तिर्भवति तदर्थं तच्चिह्नं दीयते अवग्रहचिह्नं तु तत्र अवग्रहस्तु तत्र पदपाठे भवति। पञ्चम्यर्थप्रेक्षा वा षष्ठ्यर्थप्रेक्षा वा अह्कारान्तम् इति निर्ृत्याह इति भविष्यति निर्ृत्याह निर्ृत्या इति नदी संज्ञायाम सत्याम तत्र आठ नद्या आठ आगमो भवति आठ आगमश्च कस्य भवति प्रत्ययस्यैव भविष्यति आद्यन्तटकितौ इति चेत् आ अस आस चेदत्र आस प्रत्ययो भवति चेत् आस प्रत्ययान्तम् एतद् भवति तदेव उच्यते अह कारान्तम् निर्ृत्याह अन्यच्च उदाहरणं दीयते एतादृशस्य पदस्य परो निर्ृत्या आचक्ष्व चेदत्र चतुर्थ्यन्तं वर्तते निर्ृत्यै निर्ृति के लिए आचक्ष्व कहो इति चतुर्थ्यर्थ प्रेक्षा अत्र चतुर्थ्यर्थस्य प्रेक्षा वर्तते दर्शनं वर्तते अन्यच्च ऐकारान्तम् यतो यत्र निर्ृत्यै इति वर्तते आण्नद्याः अन्यच्च आटश्च इति वृद्ध्येकादेशे सति तन्नाम निर्ृत्यै इति पदं भवति यथा नद्यै मत्यै चेत् एतम् एवं भवति संहितायाः स्वरूपमत्र प्रदर्श्यते परः सन्निकर्षः संहिता वर्णानाम् अथवा पदानाम् अत्र वक्तुं शक्यते परः सन्निकर्षः अत्यन्तं या सन्निकटता भवति सा एव संहिता इति उच्यते एष एव सिद्धान्तः पाणिनिनापि उच्यते अन्यच्च आपिशलेरपि एषः सिद्धान्तः आसीत् चेदत्र उच्यते ऐतिह्यविद्भिः यत् मन्ये आपिशलेराचार्यस्य सिद्धान्त एव अत्र अनेन उद्धृतो वर्तते यास्केन एषैव च सिद्धान्तः पाणिनिनापि गृहीतः पश्चात् चेत् परासन्निकर्षः संहिता अन्यच्च उच्यते पदप्रकृतिः संहिता पदानि प्रकृतिः यस्याः सा उत्वा पदानां प्रकृति उभयथापि व्याख्यायते बहुव्रीहेण उत्वा षष्ठीसमासेन चेत् यदा बहुव्री क्रियते पदानि प्रकृतिः चेत् इतः वयं पश्यामः पदानि अस्माभिः दृश्यन्ते यथाद्यत्वे किमस्ति व्याकरणेन शब्दाः साध्यन्ते इति तत्र विचार्यते चेत् तत्र पदं दृश्यते पदं दृष्ट्वा च तत्र किन्नाम संहिता क्रियते एकोणचीय कस्वर्णे दीर्घ इत्यादिकं यत्किमपि क्रियते तत्र तत्र परं यदा बहुव्री क्रियते चेत् तत्र नहीं षष्ठी क्रियते षष्ठी क्रियते चेत् पदानां प्रकृति संहिता पदानि कुतः प्राप्तानि संहितायाः पदानि प्राप्तानि यतो हि मन्त्राः संहितारूपेण लब्धाः ऋषिभ्यः तस्याश्च पदानि लब्धानि पश्चात् यदा द्वितीय कोटिगतः ऋषयः इति अग्रे वक्ष्यते अस्यैव पादस्य अन्ते पदप्रकृति संहिता इति पदप्रकृतीनि सर्वचरणानां पार्षदानि सर्वेषामपि चरणानां चरणस्य स्वरूपं तत्र निगद्यते तत्र वैदिकवाङ्मयक इतिहास इति पण्डित भगवद्दत्त महोदयानां ग्रन्थः अस्ति तत्र चरणमिति कस्यचित् कस्याश्चित् शाखायाः मूलम् इति उच्यते यस्य च अनेकाः शाखाः प्रवर्तिताः पश्चात् चेत् सर्वचरणानां सर्वेषामपि चरणानां पदान्येव प्रकृतयः सन्ति तानि पार्षदानि पार्षदानि इति प्रातिशाख्यानि उच्यन्ते सर्वभेदपारिषदम् हि इदं शास्त्रमिति व्याकरणेऽपि उक्तमासीत् महाभाष्ये पार्षदानि इति पृषत् एवं तु तत्र सभा इति उच्यते तत्र विद्यादृष्ट्या एषा सभा इति उच्येत तेनैव तत्र भवानि पार्षदानि इति तत्रापि पदानि आश्रित्यैव विचिन्त्यते सर्वमपि कथं नाम उच्चारणं भवेत् कथं स्वरः भवेत् यदेव प्रायेण व्याकरणे विचार्यते तदेव तत्र तत्र प्रातिशाख्येष्वपि अपि विचार्यते सन्धिः स्वरः यत्किमपि वर्तते वर्णस्वरूपं किञ्चित् किञ्चित् पार्थक्यं वर्तते तत्र एतत् द्वितीयं प्रयोजनं उक्तम्, अधुना तृतीयं प्रयोजनं दीयते। अथापि याज्ञे दैवतेन बहवः प्रदेशाः भवन्ति। अन्यच्चापि प्रयोजनं निरुक्ताध्ययनस्य वर्तते यत् याज्ञे यज्ञकर्मणि दैवतेन देवतायाः सम्बन्धेन ज्ञानेन वा, यदि देवतायाः ज्ञानम् अस्ति चेत्, देवतायाः स्वरूपज्ञानम् अस्ति चेत् तेन बहवः प्रदेशाः विधयः भवन्ति, देवताम् उद्दिश्य तत्र बहवः विधयः वर्तन्ते चेत् कथं नु ते विधयः सम्पत्स्यन्ते यदि निरुक्तज्ञानं निरुक्ताभ्यासो न वर्तते, देवतास्वरूपज्ञानं नास्ति चेत्। तदेतेन उपेक्षितव्यम्, तस्य महत्वं किमस्ति इति एतेन ज्ञातव्यमस्ति, उपगमेक्षितव्यं भवति। ते चेत् ब्रूयुः ये कर्मगताः पुरुषाः सन्ति, क्रियागताः पुरुषाः सन्ति यज्ञगता वा, यदि ते ब्रूयुः तैः उच्येत यत् लिङ्गज्ञाः अत्र स्मैति, अर्थात् मन्त्रे लिङ्गं दृष्ट्वा संकेतं दृष्ट्वैव अस्माभिः देवताज्ञानं क्रियते, अस्य मन्त्रस्य का देवता इति लिङ्गगत चिह्नं संकेतं वा ज्ञात्वैव ज्ञानं भवति अस्माकं तु। चेत् तस्य कृते एकः मन्त्रः प्रस्तूयते, इन्द्रं नत्वा शवसा, इन्द्रं नत्वा शवसा इति मन्त्रं तेषां कृते दीयते। इन्द्रं नत्वा शवसा देवता वायुं प्रणन्ति इति, इन्द्रं न इन्द्र के समान्त्वा तुझे शवसा बलेन देवता वायुं प्रणन्ति, वायु को तृप्त करते हैं। लिंगं तु अत्र वर्तते इन्द्रं वायुं, इन्द्र शब्दः प्रयुक्तः उत्वा वायु शब्दः प्रयुक्तः, न चैव अस्य मन्त्रस्य इन्द्रः देवता वर्तते न चापि वायुर्देवता वर्तते, अन्या एव देवता वर्तते। चेत् लिङ्गेनैव यदि देवता ज्ञानं भवति चेत् तेषां कथं ज्ञानं भविष्यति, तदेव उच्यते वायुलिङ्गं च इन्द्रलिङ्गं च। अस्मिन् मन्त्रे वायुरपि लिङ्गं वर्तते, यतो हि साक्षाशब्दः पठ्यते, इन्द्रशब्दोऽपि पठ्यते, परं च अग्निशब्दः अपि पठ्यते। अग्निशब्दस्तु न पठ्यते, लिङ्गमिति साक्षात् पठ्येत, इन्द्रशब्दः पठ्यते, वायुशब्दः पठ्यते, परम् अग्निशब्दस्तु न पठ्यते। आग्नेये मन्त्रे अग्निरस्य देवता वर्तते, मन्त्र आग्नेयो वर्तते लिङ्गं च तत्र इन्द्रस्य वा वायुर्वा वर्तते, चेत् लिङ्गेनैव देवताज्ञानं सर्वथा न भवति। कथं नाम मन्त्रेषु देवतोपपरीक्षा कर्तव्या इति दैवतकाण्डे विस्तर्षः वक्ष्यते अनेन। अन्यच्च उच्यते अग्निरिव मन्यो तिषितः सहस्वः, सहस्व इति अग्नि के समान हे मन्यो तिषितः तेज वाला सहस्व सहन करो इति, तथा अग्निर्मान्यवे मन्त्रे अत्रापि अग्निशब्दः पठ्यते, मान्यवे मन्त्रे यत्र मन्युर्देवता वर्तते, तिषितः जलितः प्रदीप्तः, तिषदीप्तौ धातुर्वर्तते तस्मादेव तिषितः अर्थः ज्वलितः प्रदीप्तः। तिषिर् इत्यप्यस्य दीप्ति नाम, अस्यैव धातोः तिषिः इत्यपि एकं नाम भवति, एकः शब्दः प्रयुज्यते इति तृतीयं तत्र प्रयोजनं प्रदर्शितम्। किमस्ति लिङ्गेन न लिङ्गं किमस्ति संकेतः, संकेतः कः वर्तते मन्त्रे एव तस्याः तस्याः देवतायाः नाम स्मर्यते श्रूयते चेत् इति अपि एकः सिद्धान्तः तत्र प्रदर्शयिष्यते दैवतकाण्डे अत्र अत्र निरुक्ते, चेत् तत्र लिङ्गं दृष्ट्वा नाम दृष्ट्वा ज्ञायेत यत् अस्य मन्त्रस्य इयं देवता वर्तते इति। परं लिङ्गेनैव सर्वं जातं न भवति, सर्वथा सर्वदा वा जातं न भवति, अन्येपि तत्र हेतवः सिद्धान्ताः वा प्रदर्शिताः सन्ति यत् यैः सिद्धान्तैः तत्र देवताज्ञानं भवति मन्त्रेषु। अग्नि शब्दो न वर्तते, अग्निर्विषये वर्तते, शब्दस्तु तत्र वायुर्वर्तते उत वा किन्नाम एषः शब्दः आगतः न इन्द्रशब्दो वर्तते, विषय तस्य अग्नि अग्निर विषय उच्यते प्रसंगेन प्रकरणेन वा जायेत। कस्मिन् मंत्रे स्वामी मंद्रतम अर्क शोकैर्वव्रीमहे महीनः शोष्यग्ने अग्ने दीयते संबुद्धि पदमेतद् वर्तते इंद्रम नत्वा शवसा देवता वायुं प्रणन्ति राधसा नृतमाः। चेदत्र एवं वक्तुं शक्यते यत् त्रीणि लिंगानि वर्तन्ते अत्र अग्निपदमपि वर्तते वायुपदमपि वर्तते अन्य च इन्द्रपदमपि वर्तते चेत् कास्य देवता भविष्यति इति त्रिषु लिंगेषु सत्सु अत्र देवतात्वनिश्चयः कथं भविष्यति इति। चतुर्थं प्रयोजनं दीयते अथापि ज्ञान प्रशंसा भवति अज्ञान निन्दा च इत्यपि मुख्य हेतु वर्तते। ज्ञानस्य सर्वथापि सर्वदापि प्रशंसा भवति सर्वत्रापि अज्ञानस्य च निन्दा भवति चेत् ज्ञानं भवेत् अस्माकं वर्धेत इत्यतोपि किन्नाम निरुक्तम् अध्येयं भवति। अत्र विषये अत्र उदाहरणानि दीयन्ते किन्नाम ज्ञानस्य प्रशंसायाम् अन्यत् अज्ञानस्य निन्दायाम्। स्थाणुरयं भारहारः किलाभूत् अधीत्य वेदं न विजानाति योऽर्थं योऽर्थज्ञा इति सकलं भद्रमश्नुते नाकमेति ज्ञान विधूत पाप्मा। यद्गृहीतम् अविज्ञातम् निगदेनैव शब्द्यते अनग्नाविव शुष्कैधो न त्वज्ज्वलति कदाचित् इति श्लोकद्वयं कस्याश्चित् स्मृतेः गृहीतं वर्तते। अत्र च वैशिष्ट्यमेतद् वर्तते यत् उभय श्लोकद्वयमपि स्वरचिह्नयुक्तं वर्तते तेन ज्ञायते पूर्वं हि स्मृतयः अपि स्वरचिह्नयुक्ताः आसन् अद्यत्वे तथा न दृश्यते स्वरशैथिल्यात् किमिति नहीं श्लोक स्तः न उभावपि श्लोक स्तः वेद मंत्रस्तु अग्रे दीयते। अयम् कः अधीत्य वेदम् न विजानाति योऽर्थम् वेदस्य अध्ययनम् पाठः कंठस्थीकरणम् तु तेन कृतम् परम् अर्थम् न जानाति यः विशेषेण न जानाति स यथा स्थाणुर्भवति भारहारः भारम् केवलम् हरति धरति तेन तुल्यम् एषा वर्तते जनः येन केवलम् कंठस्थीकरणम् कृतम् उत्वा तस्य अध्ययनम् पाठो वा क्रियते अर्थज्ञस्त न वर्तते इति अर्धेन यः अनर्थज्ञो वर्तते तस्य निन्दा प्रस्तुता। तद्वैपरीत्येन यो अर्थज्ञः अर्थम् जानाति इति निश्चितरूपेण सः सकलम् सकलमिति सम्पूर्णमपि अंशमपि आंशिकरूपेणापि अपरित्यज्य भद्रम् कल्याणम् अश्नुते प्राप्नोति यत्किमपि भद्रम् भवति तत्सर्वमपि असौ अवाप्नोति। अन्यच्च नाकमेति नाकम् दुःखरहितम् सुखम् अवाप्नोति प्राप्नोति सः कथम् ज्ञानविधूत पाप्मा ज्ञानेन यस्य पापानि विधूतानि वर्तन्ते प्रक्षालितानि वर्तन्ते चेत् एषः अर्थस्य महिमात्र उक्तः। अन्यच्च उच्यते यद् गृहीतम् अविज्ञातम् गृहीतम् तु वर्तते शब्दैः परम् अविज्ञातम् अर्थतः वर्तते तस्य वेद महाभाष्येऽपि एषः श्लोकः उद्धृतो वर्तते तत्र यदधीतम् अधीतम् पदम् वर्तते। निगदेनैव शब्दते सर्वथा शब्दैरेव उच्चार्यते केवलम् अनग्नाविव शुष्कैधः तस्य तदुच्चारणम् अत एव जपेऽपि किमुच्यते तज्जपस्तदर्थभावनम् केवलम् शब्देनैव न कर्तव्यः तत्र अर्थ भावनापि अस्माकं भवेत् तदैव तत्र किन्नाम उपलब्धिर्भवति इति अनग्नावि शुष्कैधः यथा भस्म वर्तते तत्र इंधनम कियदपि शुष्कं भवेत् परं तत्र ज्वलनं न भविष्यति तथैव अत्रापि एषः प्रयासः यः अनेन क्रियते तस्यापि तथा लाभो नास्ति न तज्ज्वलति कदाचित् स्थाणुस्तिष्ठते स्थाणु शब्द स्था धातु निर्मीयते तो ही सर्वथाप्यसौ तिष्ठत्येव अर्थः अर्थेः रीगतौ प्राप्यते असौ अरणस्थः अरणे सति अत्रैव स्थितः भवति यदा जना गच्छति गतो भवति चेत् अर्थस्तु अत्रैव तिष्ठति अरणे सति तिष्ठति इति अरणस्थः इत्यपि अर्थो दीयते अन्यचापि उच्यते अस्मिन्नेव विषये उतत्वः पश्यन्न ददर्श वाचम् उतत्वः शृण्वन्न शृणोत्येनाम् उतो तस्मै तन्वं विसस्रे जायेव पत्ये उशति सुवासः उत त्वः उत अपि त्वः एकः तादृशः वर्तते यः पश्यन्न ददर्श पश्यति परं पुनरपि न सम्यक्तया पश्यति वाचं शब्दम् उतत्वः अपि च एकः तादृशः वर्तते यः शृण्वन्न शृणोति शृणोति परं पुनरपि न शृणोति इति लोके हि उच्यते कालाक्षर भैंस बराबर यद्दृश्यते तत्कृष्णं कृष्णमिव किञ्चित् दृश्यते न तु तेन किमपि जायते इति उच्येत अपि च अपरः तृतीयो वर्तते उतो तस्मै तन्वं विसस्रे एकः तादृशः वर्तते यस्य कृते स्वकीयं स्वरूपं विवृणोति उद्घाटयति यत्किमपि तत्र अर्थत्वेन शब्दत्वेन वा वर्तते कथमिति चेत् एका उपमा दीयते जायिव पत्ये उशति सुवासा यथा पत्युः समीपे उशति कामयमाना काचित् जाया तस्य भार्या सुवासाः सुष्ठु वासोभि युक्ता सति सा स्वात्मानमुद्घाटयति तत्र तथैव एषा वाक् तत्र करोति यः तज्ञः वर्तते तस्य कृते अप्येकः पश्यन्न पश्यति वाचम् अपि च शृण्वन्न शृणोति इति शृणोति एनाम् एनामिति वाचम् इति अविद्वांसम् आह अर्धम् यत् अर्धर्चम् वर्तते तद् अविद्वांसम् आह अपि एकस्मै तन्वं विसस्रे इति स्वात्मानं विवृणुते विसस्रे इति विवृणुते आवरणरहितां करोति ज्ञानं प्रकाशनम् अर्थस्य विवरणं किमस्ति अर्थस्य ज्ञानम् अर्थस्य प्रकाशनम् इति आह अनया वाचा अनया वाचा उपमोत्तमया उत्तमया परमया या पराया वाक् वर्तते उत्तमं यत् चरणं पादो वा वर्तते तेन वाचा कथमिति जायेव पत्ये कामयमाना यथा काचित् जाया पतिं कामयमाना सति सुवासा सुवासा इति ऋतुकालेषु अतीतेषु अत्र तत्र अधिकरणं भवति न उपश्लेषिकम् उपश्लेषिकम् अधिकरणं भविष्यति ऋतुकालेषु अतीतेषु ऋतुकालः यदा अतीतो भवति तदा सुवासा सति कल्याणवासा सम्यक् वस्त्र धृता सा कामयमाना ऋतुकालेषु अतीतेषु यथा पतिं पत्युः समक्षं स्वकीयं रूपम् उद्घाटयति तथैव एषा वाग् वर्तते यथा स एनां पश्यति यथा हि सः पतिः एनां स्वकीयां भार्यां पश्यति तथैव स शृणोति इति अर्थज्ञ प्रशंसा उत्तरार्धेन अर्थज्ञस्य प्रशंसा उच्यते एष एव अर्थ उत्तरया ऋचापि उच्यते अत उच्यते तस्य उत्तरा भूयसे निर्वचनाय तस्यैव भूयसे निर्वचनाय उत्तरारिक् प्रदीयते। किमस्ति? अत्र वाचः रूपद्वयं प्रदर्श्यते. मन्ये एकं लिप्यात्मकं रूपं वर्तते, अन्यच्च यत् श्रूयते तद्रूपं वर्तते. अपरैस्तु बुद्ध्यात्मकमपि रूपम् उच्यते. यत् पश्यन् इति दर्शनम्, दर्शनशब्दः बुद्ध्या ग्रहणेऽपि वर्तते. चेत् अर्थात् शब्दः ध्वनिरूपेण तु गृह्यते, परम् अर्थरूपेण तस्य ग्रहणं न भवति. उत्वा यथा कश्चित् प्राकृतो जनः भवति, तेन सम्यक् सर्वमपि दृश्यते. अर्थात् चक्षुषः स्वरूपं तु सम्यक् वर्तते, परं यत् पुरस्ताद् दृश्यते तस्य ज्ञानं किमपि नास्ति तस्य कृते. चेत् लिप्यात्मकं स्वरूपम् एतत् उच्यते अत्र इति उच्यते ऐतिह्यविद्भि. अन्यच्च द्वितीयं स्वरूपं वर्तते यत् श्रोत्रगतं वर्तते. यथा मन्ये अत्र वयं तिष्ठामः चेत् अन्यः कश्चित् अस्मद् भिन्नभाषाभाषी वर्तते. यथा मन्ये कश्चित् तेलुगुम् उच्चारयेत् अत्र स्थित्वा, अस्माभिः श्रूयते, शब्दः श्रूयते, परं किम् उच्यते अनेन इति तु न जायते. चेत् शृण्वन्नपि न शृणोति, पश्यन्नपि न पश्यति इति वाचः रूपद्वयं प्रदर्शितम् अनेन. किमिति? प्राकृतपुरुषः इति अनधीतः. प्रकृति प्रकृतिशब्देन प्रजा उच्यते सामान्येन. उत प्रकृते सन्निकटं ये वसन्ति ग्रामीणाः जनाः अद्यत्वे इति उच्येत, ग्रामीणापि तत्र स्वधीतापि भवन्ति, अनधीतापि भवन्ति. ये अनधीताः सन्ति ते उच्येत, तेषां कृते प्राकृतशब्दः आगच्छति. एष एव अर्थः उत्तरया ऋचा उच्यते. उतत्त्वं सख्ये स्थिरपीतमाहु नैनं हिन्वन्त्यपि वाजिनेषु. तस्य भूयसे निर्वचनाय उत्तरादिक वर्तते. तस्यैव विषयस्य भूयसे अधिकं निर्वचनाय स्फुटतया आख्यानाय. उतत्त्वं सख्ये स्थिरपीतमाहुर् नैनं हिन्वन्त्यपि वाजिनेषु अधेन्वा चरति मायया एष वाचं सुश्रुवा अफलाम् अपुष्पाम्. अत्रापि तथैव अस्य विभागद्वयं वर्तते. एकत्र अर्थज्ञ प्रशंसा वर्तते, अपरत्र च अनर्थज्ञस्य निन्दा वर्तते. एकः तादृशः वर्तते उतत्त्वं सख्ये, यं किल सख्ये समानख्यानात्मके व्यवहारे स्थिरपीतमाहु, स्थिरतया अनेन एतत् पीतं वर्तते. तादृशम् आहु घोटकर पी लिया व्यवहार को इति. अर्थात् किमपि अवशिष्टं तस्य विषये नास्ति, तादृशोऽयं दृढः वर्तते अस्मिन् व्यवहारे. नैनं हिन्वन्त्यपि वाजिनेषु, ये च तत्र सङ्ग्रामाः भवन्ति, शास्त्रार्थादिकं भवति, तत्र न कश्चिदपि तं प्राप्तुं शक्नोति कियद् गाम्भीर्यमस्य अन्तरे वर्तते इति. तद्विपरीतम् अपरो वर्तते, स तु अधेन्वा. धेनुशब्दः धेट्पाने इति धातोः साध्यते, या पीयते, सा एव पीयेत या दुग्धं ददाति. चेत् या हि दुग्धं न ददाति सा भवति अधेनु. चेत् अधेन्वा अर्थात् दुग्धरहितया वाचा असौ चरति व्यवहरति मायया. मायया इति माया रूपिणी असौ भवति, यत् बाह्यरूपेण तु सा वागिव दृश्यते, गौरिव दृश्यते, धेनुरिव दृश्यते, परं वस्तुतः तस्यास्तत्त्वं न वर्तते, धेनुत्वं नास्ति. कः स भवति? यः वाचं अफलाम् अपुष्पां शुश्रुवान्. ये नहि वाक् अफला अपुष्पा च श्रुता, पुष्पफलरहिता श्रुता. कानि ही अत्र वाचः पुष्पानि फलानि वा भवन्ति इति अग्रे वक्ष्यते। मंत्रस्य अर्थः यास्केन दीयते। अप्येकं वाक्सख्ये वाचः यत् सख्यं वर्तते, सख्युर्भावः कर्म वा सख्यं व्यवहारः, तत्र स्थिरपीतम् आहु, स्थिरपीतम् इति रममाणं, यः तत्र रमते, रमणं च तस्यैव भविष्यति, यः तत्र गभीरतया प्रविष्टः स्यात् क्वचित् ज्ञाने। विपीतार्थं विशिष्टतया तेन पीतं वर्तते, पीतः वर्तते अर्थः देवसख्ये रमणीये स्थाने, देवैः सह यत् सख्यं वर्तते तत्र रमणीये स्थाने तत्र स रमते इति, वा विज्ञातार्थं या विशेषेण अर्थस्य ज्ञाता वर्तते। तम यम नाप्नुवन्ति वाग्जेयेषु बलवत्स्वपि, ये बलवन्तः अपि वाग्जेयाः विषयाः वर्तन्ते तेषु नाप्नुवन्ति अन्ये जनाः, तादृशः स भवति गभीरः। अपि अन्यः वर्तते स हि अधेन्वा हि एष चरति मायया, मायारूपिण्या अधेन्वा गवा असौ चरति। वाक् प्रतिरूपया केवलं प्रतिरूपं तत्र वर्तते, यथा कस्यचित् प्रतीकं भवेत्, प्रतीच्छाया भवेत्, प्रतीच्छायां हि प्रतीके वा तत्तु न तत्र न भवति। नास्मै कामान् दुग्धे असौ वाक् अस्मै, यः तस्य प्रयोक्तस्याः प्रयोक्ता वर्तते, तस्मै कामान् न दुग्धे, कामानां दोहनं न करोति। वाग् दोहियान्, ये वाग् दोहियाः कामाः वर्तन्ते तान् न दुग्धे। देव मनुष्यस्थानेषु नैव देवस्थानेषु न चापि मनुष्यस्थानेषु, यतो हि वाचितस्य अधिकार एव नास्ति। कस्य कस्मै यो वाचं श्रुतवान्, वाचः श्रवणं तु तेन कृतं, परं कीदृक् चेत् भवति अफलाम् अपुष्पाम्, फल पुष्परहिताम् इति। अफला अस्मै अपुष्पा वाग् भवति, अस्य कृते वाक् पुष्प फल रहिता भवति इति वा, इति वा किञ्चित् पुष्प फला इति वा चेत् केवलं शब्दस्य पठनेन अध्ययनेन कंठस्थीकरणेन अपि कश्चित् लाभः अत्र यास्केन स्वीकृतः वर्तते, सर्वथापि तत्र नैष्फल्यं नास्ति, यतो हि तेन प्रयत्नः कृतः, प्रयासः कृतो वर्तते, परं सः लाभः अनेन न लभ्येत, यः लाभः अर्थज्ञेन लभ्यते इति। शब्देन सह यः अर्थमपि जानाति तेन यः लाभः लभ्यते, सः लाभः अत्र न लभ्येत कदाचित्। येन हि अफला अपुष्पा च वाक् श्रुता वर्तते इति। तत्र किमस्ति, वाक् प्रतिरूपया नास्मै कामान् दुग्धे वाग् दोह्यान् देव मनुष्यस्थानेषु यो वाचं श्रुतवान् भवति अफलाम् अपुष्पान् इति। अफला अपुष्पा अस्मै वाग् भवति इति वा किञ्चित् पुष्पफला इति वा अत्र उक्तम्। सर्वथापि फलरहिता भवति, पुष्परहिता भवति, अथवा किञ्चित् पुष्पफला अर्थात् किञ्चित् तत्र लभ्यते तस्य, एवम् अनर्थक्यं न भवति सर्वथापि इति वा। अर्थ वाचं वाचः पुष्पफलं किमस्ति, अर्थं वाचः पुष्पफलम् आह, वाचः पुष्पं फलं च अर्थ एव भवति चेत् वृक्षः सर्वथापि फलार्थम् आरोप्यते, तत्र पुष्पमपि आगच्छति, फलमपि आगच्छति, पुष्पार्थं तत्र वृक्षः नारोप्यते कश्चित् चेत् पुष्पस्थाने पुष्पः गौणः भवति, पुष्पं गौणं भवति, फलं च प्रधानं भवति। तथैव वाचः यः गौणः अर्थः सः पुष्पस्थानीयो भवति, यश्च प्रधानः अर्थः स फलस्थानीयो भवति। तदेव अग्रे वा अर्थं वाचः पुष्पफलमः याज्ञ दैवते चेत् एकः यज्ञपरः अर्थः, अपरश्च देवतापरः अर्थः चेत् अत्र यदा देवतापरः अर्थः तत्र दृश्यते चेत् देवतापरः अर्थः फलस्थानी भवति, यज्ञपरश्च अर्थः पुष्पस्थानी भवति चेत् एषः गौणो भवति, यदा उभयोरपि अवधारणा क्रियते पुष्पफले। देवताध्यात्मे इति वा अधुना याज्ञः अर्थः याज्ञमर्थं परित्यज्य देवता पर के अन्य अध्यात्मे अध्यात्मनि यह अर्थ वर्तते तत्र विचार्यते चेतत्र अध्यात्मनि यह अर्थ सह प्रधानो भवति अन्य च देवता पर का यह अर्थ स तंत्र पुष्प स्थानीय भवति इति अत्र वर्तते देवता अध्यात्मे इति वा चेत अग्रे श्वासं भूतं च भव्यं च सर्वं यस्य विदेशति स यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॐ सहनावतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्ति।